नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति तुदादिगणे न गुणः इति विषयः अस्ति. तत्र अस्माभिः पठितमेव तुदादिगणे श इति विकरणप्रत्ययः अस्ति. श इति प्रत्ययस्य स्वभावः कः इति चेत्, श इति प्रत्ययः षित् अस्ति, अतः सार्वधातुकप्रत्ययः. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण श इति विकरणप्रत्ययः सार्वधातुकसंज्ञकः अस्ति. अपि च अपित् अस्ति, यतोहि पित्त्वं नास्ति, पकारः इत् यस्य सः नास्ति, अतः अपित् अस्ति. अपित् अस्ति चेत् तत्र एकं सूत्रमस्ति, सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः सार्वधातुकप्रत्ययः अपित् अस्ति, सः प्रत्ययः नित् इव आचरति, निद्वद् भवति. तर्हि अत्र श इति प्रत्ययः अपित् इति कारणेन निद्वद् भवति. तर्हि नित्वस्य प्रयोजनं किम् इति चेत्, यः प्रत्ययः नित् अस्ति, नो चेत् नित् इव अस्ति, तादृशप्रत्ययः गुणस्य निमित्तं न भवितुम् अर्हति. गुणस्य नो चेत् वृद्धिः, वृद्धेः निमित्तं न भवितुम् अर्हति इति चेत् तादृशप्रत्ययेन गुणकार्यं कारयितुं न शक्नोति. तत्र सूत्रमस्ति क्निति च इति सूत्रं. तत्सूत्रमपि पठितमासीत, पुनः अद्य पुनः एकवारं पठामः. तस्मात् पूर्वम् अत्र गतवर्गे नो चेत् तस्मात् पूर्वम् एकः प्रश्नः आसीत् विजयलक्ष्मी भगिन्याः. भगिनी वदतु, प्रश्नः कः, तस्य चिन्तनं किम् इति अपि वदतु. किमर्थम् अपित् इति नामकरणं दत्तमस्ति, किमर्थं नित् इति एव न योजितवान् इति मम प्रश्नः आसीत्. परन्तु अनन्तरम् अहं किञ्चित् अन्वेषणं कृत्वा बहवः पित् प्रत्ययाः सन्ति. एते सर्वे तिङ् प्रत्ययाः. एतान् विहाय अन्ये पञ्चदशप्रत्ययाः अनेन सूत्रेण नित्वत् भवन्ति इति अहं दृष्टवती. के ते प्रत्ययाः? पञ्चदशप्रत्ययाः वस् मस् निप् इट् वहिङ् महिङ् बहवः सन्ति. तेषां नित्वत् किम् इति वक्तव्यं, निषेधं भवति अपित् इति. तत्कारणमेव अपित् इति नामकरणमपि अस्ति, पित् ञित् इति अपि नामकरणम् अस्ति. कश्चन सिचुवेशन्स् मध्ये अपित् नित्वत् पित् नित्वत् न भवति तत् कारणम् इत्युक्ते तत्र निष्कर्षः कः, कन्क्लूजन् किं? कन्क्लूजन् इत्युक्ते व्याकरण पुस्तके बहवः सन्दर्भे अपित् इत्यस्य यत्र पित् न पित् इति सिचुवेशन् भवन्ति, तत्र अपित् नित्वत् भवति इति वक्तुं न शक्नुमः. परन्तु सार्वधातुकम् अपित् इत्युक्ते षित् अनन्तरं तिङ् प्रत्ययः यत्र अपित् भवन्ति तत्र अपित् नित्वत् अध्यारोप्यते इति. समीचीनम्. इत्युक्ते तत्र नित्वं केवलं सार्वधातुकप्रत्ययस्य विषये एव, न तु अर्धधातुकप्रत्ययस्य विषये. अध्याहारः केवलं सार्वधातुकप्रत्ययानां विषये एव भवति इति सत्यं. समीचीनम्. इत्युक्ते तत्र अस्तु, अधुना अत्र सुमन् भगिनी भवत्याः चिन्तनं किमासीत्? अहं तु इदानीं प्रश्नः कः इति सम्यक् न अवगतवती, पुनः वक्तुं भवत्याः प्रश्नः आसीत् खलु, भवत्याः एव प्रश्नः आसीत् नीति नीति सार्वधातुकम् अपित् च इकः गुणवृद्धिः न किमर्थं न भवति, भिन्नसूत्रं किमर्थम् इति पुनः वदतु. निति च सार्वधातुकम् अपित् इति एकमेव सूत्रमिति वा? निति सार्वधातुकम् अपित् च इकः गुणवृद्धिः न. तस्य तत्र चिन्तनं किम् आसीत्? निति सार्वधातुकम् अपित् च, हा तत्र चिन्तनं किम् आसीत्? निति इति सूत्रस्य तत्र निति इति सूत्रे तत्र त्रीणि पदानि सन्ति खलु, क च, गित् च, कित् च, नित् च. अपि च सार्वधातुकम् अपित् इति तत्र अपित् प्रत्ययः. आम्. तर्हि अर्थः कः, सूत्रस्य अर्थः कः? यः प्रत्यय कित् गित् अथवा नित् अस्ति, अपि च यः प्रत्यय सार्वधातुकम् अपित् अस्ति, तेन सूत्रेण गुण कार्यं वा वृद्धिकार्यं न भवति, निषेधः भवति इति. अत्र किमिति दत्तवान्, नित्वत् भावस्य प्रामुख्येन त्रीणि प्रयोजनानि दृश्यन्ते. निति च इत्यनेन नित् प्रत्यये परे अङ्गस्य गुणवृद्धोः निषेधः भवति, यथा आप् योगः नु योगः तः आप्नुतः. अत्र तः इति नित् प्रत्ययः अस्ति, अतः आप्नु इत्यस्य उकारस्य गुणादेशः न भवति. तः कथं नित् अस्ति? आप्नोति, आप्नुतः, आप्नुवन्ति इति. न न, तः तु नित् प्रत्ययः नास्ति खलु, अपित् अस्ति खलु? अपित् अस्ति. आम्. ओ अस्तु. अपित् अस्ति, तर्हि तत्र गुणनिषेधः. तत् सत्यं, तत्र यथा भगिनी वदति तत्र नित्वस्य अन्यप्रयोजनानि अपि सन्ति, न केवलं गुणनिषेधः. अतः केवलम् अपित् इति वदामः चेत् तत्र भवती केवलं गुणस्य विषये एव चिन्तनं कुर्वती अस्ति, परन्तु तत्र नित्वस्य अन्यानि प्रयोजनानि अपि सन्ति व्याकरणशास्त्रे. तत्र कुत्रचित् उपदायां नकारस्य लोपः भवितुमर्हति, कुत्रचित् सम्प्रसारणं भवितुमर्हति, कुत्रचित् अन्यकार्यं भवितुमर्हति. अतः तत्र समग्रचिन्तनस्य आवश्यकता अस्ति. इतोपि इत्युक्ते तत्र सम्पूर्णव्याकरणशास्त्रे नित्वस्य प्रयोजनं कुत्र कुत्र अस्ति इति सर्वाणि सूत्राणि अवलोक्य एव एतादृशनिर्णयं कर्तुं शक्नुमः. भवत्याः चिन्तनं सम्यक् अस्ति, किमर्थम् एतादृशं नास्ति इति सम्यक् अस्ति प्रश्नः, परन्तु तस्य उत्तरं किम् इति चेत् नित्वस्य अन्यानि प्रयोजनानि सन्ति. सर्वाणि प्रयोजनानि मनसि निधाय एव वयं वक्तुं शक्यते. यदि सार्वधातुकम् अपित् इति एव वदति चेत् तर्हि तत्र अपित् प्रत्ययः अस्ति चेदपि सम्प्रसारणं भवति इति तादृशं सूत्रं पुनः तत्र अन्यानि सूत्राणि सन्ति खलु, तत्रापि पुनः परिवर्तनं कर्तुम् आवश्यकता अस्ति इति चेत् तथा कुर्मः चेत् अत्र पुनः तत्र लाघवं नास्ति खलु, तेन अधिक तत्र अन्येषु सूत्रेषु परिवर्तनं पुनः कुर्मः चेत् तत्र पुनः अक्षराणां योजनं भवति, पुनः सूत्रं दीर्घं भवति, तत्र लाघवं नास्ति. अतः सार्वधातुकमपि इति एकमेव सूत्रं, निद्वद् भवति, तर्हि नित्वस्य अन्यानि प्रयोजनानि अपि सन्ति, अतः तत्र सर्वं स्पष्टं भवति. किन्तु अत्र सार्वधातुकम् अपि स्थापयामः चेत् सर्वत्र तथा कार्यमेव करणीयम् इत्युक्ते तत्र केवलं सार्वधातुकम् अपित् इति एव वदति चेत् तत्र अन्यत्र तत्र नित्वम् आवश्यकम् अस्ति तत्रापि, यतोहि तत्र तुदादिगणे अपि सम्प्रसारणं भवति, नित् अस्ति चेदेव सम्प्रसारणं भवितुम् अर्हति. परन्तु तत्र केवलम् अपित् इति एव वदति चेत् तत्र सम्प्रसारणकार्यार्थं पुनः तस्मिन् इदानीम् अस्तु, एककार्यमस्ति, एकविधकार्यमस्ति, यण् सन्धेः विपरीतकार्यं यत्र इक् स्थाने यण् भवति इको एणचीत्यनेन, सम्प्रसारविधायकसूत्रेण यण् स्थाने इक् भवति इति तादृशसूत्र सम्प्रसारणविधायकसूत्रमस्ति. तत्रापि पुनः परिवर्तनीयं भवति, ओ अत्र सार्वधातुकम् अपि इति योजनीयं भवति, तस्मिन् लाघवं नास्ति. अतः एतादृशं कृतम्. अपि च तत्र विजयलक्ष्मी भगिन्याः प्रश्नः, किमर्थं सार्वधातुकम् अपित् इति इत्युक्ते तत्र श इति विकरणप्रत्यये एव तत्र नकारस्य योजना भवितुम् अर्हति खलु सर्वत्र इति. परन्तु तथा कुर्मः चेत् तत्र पित्वस्य प्रयोजनं किम् इति अपि वक्तव्यं खलु. अत्र शप् इति प्रत्यये पकारः योजितः अस्ति, पकारस्य प्रयोजनं किम् इति एतावता कुत्रापि न उक्तं. सम्पूर्ण अष्टाध्याय्यां पित्वस्य प्रयोजनं किम् इति न उक्तं. सारधातुकम् अपित् इति वदनेन एव तत्र पित्वस्य प्रयोजनं वयम् अवगन्तुं शक्नुमः, नो चेत् न अवगन्तुं शक्नुमः. साक्षात् तत्र विकरणप्रत्यये एव ङकारः ङकारः इति सर्वत्र योजयामः चेत् तेन पित्वस्य प्रयोजनं न अवगन्तुं शक्नुमः. अतः सारधातुकम् अपित् इति वदनेन पित्वस्य प्रयोजनं, पित्वम् अस्ति चेत् गुणकार्यं भवति इति अवगन्तुं शक्नुमः. स्पष्टं वा? स्पष्टम्. किन्तु पित्वत् प्रत्ययाः बहवः न सन्ति खलु? यावन्तः सन्ति तेषां प्रयोजनं किम् इति वक्तव्यं खलु. सेपरेट् क्वेश्चन् अस्ति, दे वर् नाट् लिङ्क्ड्. एकः प्रत्ययः भवतु नो चेत् अनेके प्रत्ययाः भवन्तु, तथापि प्रयोजनं किम् इति वक्तव्यं खलु. प्रत्यये पित् अस्ति चेत् तस्य प्रयोजनं किम् इति वक्तव्यम्. एतावता कुत्रापि अष्टाध्याय्यां तस्य प्रयोजनं किम् इति न उक्तम्. अत्र सार्वधातुकम् अपित् इति एकमेव सूत्रमस्ति सम्पूर्ण अष्टाध्याय्यां, यत्र पित्वस्य प्रयोजनम् उक्तमस्ति सार्वधातुकप्रत्ययानां कृते. अतः तत् सूत्रम् आवश्यकम् एव. Participants may be experiencing temporary audio issues. Our teams are working to resolve this as quickly as possible. अत्र सर्वे श्रोतुं शक्नुवन्ति खलु? आम् भगिनि, अस्तु. क्लेशः अस्ति चेत् कृपया वदन्तु, तत्र ज़ूम् शिफ्ट् कर्तुं शक्नुमः, स्विच् कर्तुं शक्नुमः. अस्तु, अत्र एतावता कोऽपि प्रश्नः वा? नो चेत् भगिनी अहं पृच्छामि, गुणकार्यं भवितुं षित् निमित्तं भवति किम् अण्ड् न भवितुं पित् निमित्तं भवति किम्? हा, भवती एव वदतु. गुणकार्यं सम्यक्तया उक्तवती, गुणकार्यं भवितुं षित् निमित्तं भवति. कथं भवति निमित्तं? किञ्चित् सार्वदत्तप्रयोः उत्तरेण सूत्रेण निमित्तं भवति न भवितुं. न न, एकक्षणं. तिङ्क्षित् सार्वधातुकम् इत्यनेन षित् सार्वधातुकसंज्ञकः भवति, तेन कथं निमित्तं भवति? सार्वधातुक आर्धधातुकयोः सूत्रेण निमित्तं भवति. सत्यम्, यतोहि सार्वधातुकार्धधातुकयोः इति सूत्रे सार्वधातुकप्रत्ययः निमित्तम् इति उक्तं खलु. पुगन्तलघुपदस्य च इति अपि निमित्तम्. सत्यं, पुगन्तलघुपदस्य च इति सूत्रे अपि सार्वधातुकप्रत्ययः एव निमित्तम्. अस्तु अस्तु, यत्र यत्र सार्वधातुकप्रत्ययः अस्ति तत्र तत्र निमित्तमस्ति, गुणकार्यस्य निमित्तमस्ति, गुणकार्यं भवितुम् अर्हति. तदनन्तरं किं वक्तुमिच्छति? न भवि गुणकार्यं न भवितुं पित् निमित्तं भवति. न, गुणकार्यं न भवितुं पित् अपित् अपित् अपित् निमित्तं भवति. सत्यं सत्यं सत्यं, गुणकार्यं यत्र गुणकार्यस्य बाधा कथं भवति इति चेत् प्रत्ययः अपित् अस्ति चेत् तत्र गुणकार्यस्य बाधा भवति. तत्र सूत्रद्वयं स्मर्तव्यं, सार्वधातुकम् अपित् निद्वत् अनन्तरं निति च, इति सूत्रेण गुणनिषेधः. अस्तु. अपित् इत्युक्ते नित्वद्भावः नास्ति इति अर्थः खलु. अपित् इत्युक्ते नित्वद्भावः नास्ति इति. नित्वद्भावः अस्ति खलु अपित् इत्यनेन. अस्ति नित्वद्भावः प्राप्नोति इति. क्षम्यतां, नित्वद्भावः प्राप्नोति तदेव अपित्. सत्यम्. अस्तु तर्हि अत्र राहुल् महोदय पठति वा मिति च इति सूत्रं किं भगिनि? एक प्रश्न भगिनि. अद्य अहं पूर्णतया न अवगच्छामि चिन्तनम् अपित् अपि च ङित् विषये, किन्तु ङितः कार्यक्षेत्रम् अपितः कार्यक्षेत्रस्य अपेक्षया बृहत् अस्ति इति समीचीनम्. किं किम् अपित् इत्यस्य कार्यक्षेत्रस्य अपेक्षया? इत्युक्ते हा इत्युक्ते नित्वस्य अनेकानि प्रयोजनानि सन्ति. नित्वस्य प्रयोजनं केवलं गुणनिषेधः इति नास्ति. नित्वस्य अष्टाध्याय्यां पश्यामः चेत् नित्वस्य अनेकानि प्रयोजनानि सन्ति. अतः तत्र सार्वधातुकं पित् सार्वधातुकम् अपित् निद्वत् इति वक्तव्यं भवति. किमर्थं यदि सार्वधातुकम् अपित् इति एव भवतु तत्र नित्वस्य आवश्यकता किमर्थं किमर्थं नित्वत् इति वक्तव्यं? तत्र एकमेव सूत्रं भवतु निति च सार्वधातुकम् अपित् इति किमपि सूत्रं भवतु इति चेत् तथा भवति चेत् तत्र प्रत्ययः तु अपित् भवति, तेन गुणनिषेधः भवितुमर्हति, वृद्धिनिषेधः भवितुमर्हति. परन्तु तत्र तुदादिगणे यदि पश्यामः चेत् तुदादिगणे श इति विकरणप्रत्ययः अस्ति, अपित् अस्ति. अस्तु तत्र गुणनिषेधः अस्ति, परन्तु तत्र तुदादिगणे यः प्रत्ययः अपित् अस्ति तेन प्रत्ययेन अन्यानि कार्याणि अपि तत्र भवन्तु अन्यानि कार्याणि भवन्तु, यथा सम्प्रसारणं, नो चेत् अन्य यत्र नित् प्रत्ययः अस्ति तं निमित्तीकृत्य अन्यानि कार्याणि भवन्ति. तादृशकार्याणि अपित् प्रत्ययस्य अपित् प्रत्ययः अपि निमित्तं भवतु तादृशकार्याणि प्रति. अतः केवलं सार्वधातुकम् अपित् इति एव वदामः चेत् पर्याप्तं नास्ति. सार्वधातुक अपित् प्रत्ययः निद् इव भवतु इति एव वक्तव्यं भवति. नो चेत् तत्र तस्मिन् सन्दर्भे तुदादिगणे नित्वं निमित्तीकृत्य यानि कार्याणि भवन्ति तानि कार्याणि न भवितुम् अर्हन्ति यदि केवलम् अपित् इति एव वदामः चेत्. अतः तत्र नित्वम् अपि आवश्यकं. यः अपित् प्रत्ययः स नित् इव भवतु इति आवश्यकं, यतोहि नित् निमित्तीकृत्य अन्यानि कार्याणि सन्ति, यथा सम्प्रसारणं, नो चेत् उपधायां नकारः अस्ति चेत् तस्य लोपः भवति कुत्रचित्, तादृशकार्याणि सन्ति, अन्यानि सूत्राणि सन्ति. अतः एकप्रश्नः. हा विनयकुमार् महोदय वदतु. प्रश्नः इत्थमस्ति, भवती अवदत् सम्प्रसारण धातु अपि च निश्च आप्लुतः उदाहरणं दत्तवान्, परन्तु निषेधः अहम् अवगच्छामि अपित् अपित् आधारेण, परन्तु प्रयोगः कः? प्रश्नः निषेधः अहम् कस्य प्रयोगः कस्य प्रयोगः? सम्प्रसारणधातुसम्बन्धे अपि च निष्ठासम्बन्धे. निष्ठासम्बन्धे किमर्थं निष्ठा इत्यस्य विषये पृच्छति भवान्? न अवगच्छामि प्रश्नः कः. अहं गित् कित् यन्त् अस्ति किञ्चित् च सूत्र, तर्हि उदाहरण कित् सम्बन्धे प्रत्ययः आगच्छति. सत्यं सत्यं. परन्तु निषेधः अहम् अवगच्छामि सूत्र आधारेण क्विञ्चित् च, तत् प्रयोगः नास्ति. कित् इत्यस्य तदेव प्रयोजनं खलु, गुणनिषेधः इति एकं प्रयोजनं, कुत्रचित् सम्प्रसारणमपि भवितुम् अर्हति, कित् प्रत्ययं निमित्तीकृत्यापि सम्प्रसारणं भवितुम् अर्हति। अवगच्छामि, धन्यवादः। हा इत्युक्ते तत्र कित् गित् कित् नित् इति वदामः चेत् तेषाम् अन्यानि प्रयोजनानि अपि सन्ति, न केवलं गुणनिषेधः वृद्धिनिषेधः, कित्त्वस्य अन्यानि प्रयोजनानि सन्ति, नित्वस्य अपि तथैव। भगिनि सार्वधातुकम् अपित् अस्ति चेत् एकक्षणं भगिनि, सुमन् भगिनी, अत्र विजयलक्ष्मी भगिन्याः प्रश्नः आसीत् भवत्याः, एतत् चिन्ता नास्ति, भवती वदतु विजयलक्ष्मी भगिनी। न, वयम् अन्येकं सूत्रं पठितवन्तः, गां कुटादिभ्यो इति न पठितवन्तः, ततः नित् इति अनुवृत्तः अनुवृत्तिः भवति इति पठितवन्तः खलु, तत् सूत्रे अपि नित्यस्य कार्यं किमपि भवितुम् अर्हति, अस्ति, तत्कारणमेव अपित् नित्वत् प्राप्नोति इति सम्यक्, अपित् एव नित् इति सम्यक् न। नित्वस्य अन्यानि प्रयोजनानि सन्ति इति तु वयं जानीमः, अत्र अपित् प्रत्ययः अपि नित्यव भवति चेदेव तत्र नित्वं निमित्ति कृते यानि कार्याणि भवन्ति तानि अत्रापि भवितुम् अर्हन्ति। अस्तु, सुमन् भगिनि वदतु। अहम् इदानीं अवगच्छामि इति वदामि चेत् सार्वधातुकम् अपित् अस्ति चेत् इत्युक्ते श प्रत्यय वा अन्य किमपि सार्वधातुकं प्रत्यय यः अपित् अस्ति तत्र सम्प्रसारणम् अथवा अन्य नित्व अन्य कार्यं यत् नित् प्रत्ययः करोति ते सर्वे अत्र एप्लिकेबल्। हा तत्र तादृशप्रसक्तिः अस्ति चेत् तत्र अत्रापि भवितुमर्हति, अपित् प्रत्ययः निद्दिव अस्ति अतः नित्वस्य कृते यानि कार्याणि भवितुमर्हति तानि सर्वाणि भवितुमर्हन्ति। अपि च तत्र प्रत्येकं सूत्रं स्वीकृत्य द्रष्टव्यं तत्र निमित्तं किं, नित् इति एव निमित्तम् इति नास्ति खलु, कुत्रचित् नित् निमित्तं भवति परन्तु तत्र अन्यदपि आवश्यकं भवितुम् अर्हति, तत्सर्वं पूरितं चेत् तत्र तादृशकार्याणि भवितुम् अर्हन्ति। अस्तु, किन्तु सार्वधातुकम् अपित् नित्वत् एव, कित्वत् गित्वत् नास्ति, अतः गित्वत् नास्ति, यतोहि तत्र कित्वत् गित्वत् नास्ति, किमर्थं नास्ति, सार्वधातुकम् अपित् केवलं नित्वत्, किमर्थं गित्वत् कित्वत् नास्ति, कोऽपि वदतु। कित् कार्यं भिन्नम् अस्ति वा, कित् कित् इत्युक्ते नित् भिन्नं कार्यं, कित् भिन्नं कार्यं, बहूनि तत्तु अस्ति एव, तत्तु अस्ति एव, कित् इत्यस्य भिन्नं कार्यम् अस्ति, नित् इत्यस्य भिन्नं कार्यम् अस्ति, तत्तु अस्ति एव, परन्तु किमर्थं सारदातकम् अपित् नित् इति एव उक्तं, किमर्थं कित् गित् इति न उक्तम्, अपित् नित्येव भवति न कित् गित्, हा तद् सत्यं, परन्तु किमर्थं तथा, कोऽपि तत्र तर्कः अस्ति वा, नित् कार्यं भवति न तु भवति, नित् नित् प्रत्येक कार्याणि भव सन्ति, अपित् अस्ति चेत् अपित् नित्येव नित् इव न, तत्तु सत्यं, तत्तु सत्यं भगिनि, नित्तिव तत्र अपित् नित्वद् भवतु इत्युक्ते नित् निमित्तीकृते यानि कार्याणि भवन्ति अत्रापि भवन्ति, तत्तु सत्यं, परन्तु किमर्थं सार्वधातुकम् अपि कित् नास्ति अथवा गित् नास्ति, किमर्थं तथा, भिन्नकार्यम् अस्ति चेत् भिन्नकार्यम्, उमा भगिनी वदतु। अत्र कुयि प्रत्यय कित् इति न योजयति अत्र. किं किं पुनः वदतु? अत्र कित् सम्बन्धित प्रत्यय न योजयति अत्र. इत्युक्ते अर्थः कः न योजयति इत्युक्ते? कित् इत्यस्य प्रत्यय न योजयति अत्र सार्वधातुके. सत्यं सत्यं, सम्यक्, बहु समीचीनभगिनी उमा भगिनी सम्यक्तया उक्तवती. सार्वधातुकप्रत्ययेषु सार्वधातुकप्रत्ययेषु कोऽपि प्रत्ययः नास्ति यः प्रत्ययः कित् वा गित् वा अस्ति. अतः सार्वधातुकमपि कित् इति किमर्थं वक्तव्यम्? अत्र कित् तत्र कोऽपि प्रत्ययः एव नास्ति. अत्र सार्वधातुकेषु कित् प्रत्ययः गित् प्रत्ययः इति किमपि नास्ति तत्र. तर्हि अपित् प्रत्ययः गित्वत् कित्वत् इति किमर्थं वक्तव्यं? यतोहि तत्र तादृशप्रत्ययः एव नास्ति. अतः तत्र नित्वम् इति वदामः चेत् पर्याप्तम् अस्ति. नित्वम् इति वदामः चेत् पर्याप्तम् अस्ति. अपि च तत्र कित्वम् इत्यस्य कृते यानि कार्याणि भवन्ति तत्र नित्वस्य कृते अपि तानि एव कार्याणि भवन्ति इति नास्ति. अतः तत्र सार्वधातुकप्रत्ययेषु नित्वस्य यानि कार्याणि भवन्ति तानि एव अत्र योग्यानि. अतः कित्वम् इत्यस्य आवश्यकता नास्ति. कित्वम् इत्यस्य अत्र आवश्यकता नास्ति एव. यतोहि नित्वस्य निमित्तीकृत्य यानि कार्याणि भवन्ति तानि एव अत्र आवश्यकानि. परन्तु नित् इत्यस्य अनुवृत्तिः तु गाङ्कुटादिभ्यो इत्यस्य सूत्रेण आगच्छति. तत्र तु कित् गित् इत्यस्य किमपि डिस्कशन् एव नास्ति खलु. किमर्थं भवति पुनः पुनः गाङ्कुटादिभ्यो? अत्र केवलम् अनुवृत्तिः एव तावदेव. तस्य तत्सूत्रस्य महत्त्वमेव नास्ति अत्र. गाङ्कुटादिभ्यो निण्णित् इति सूत्रस्य अत्र किमर्थम् उल्लेखः भवति पुनः पुनः करोति? तत्र केवलं नित् इत्यस्य अनुवृत्तिः एव अस्ति, अन्यत् किमपि नास्ति. गाङ्कुटादिभ्यो निण्णित् इति सूत्रस्य प्रसक्तिः सार्वधातुकप्रक्रियायां न भवति एव. यतोहि तत्र सार्वधातुकम् अपित् इति एव पर्याप्तम्. गाङ्कुटादिभ्योः इति सूत्रं वस्तुतः अर्धधातुकप्रक्रियायामेव भवति. अत्र तु सार्वधातुकप्रक्रिया नास्ति तस्य कार्यम्. अस्तु, तर्हि अन्ततो गत्वा तत्र सार्वधातुकमपि नित्वत् एव पर्याप्तम्. अत्र अन्यत् किमपि आवश्यकं नास्ति. कित्वम् अथवा गित्वम् इति आवश्यकता नास्ति. गित्वं तु आवश्यकता नास्ति एव. यतोहि तत्र सम्पूर्ण अष्टाध्याय्याम् एकः एव प्रत्ययः यत्र गित् अस्ति. अतः तत्र गित्वस्य आवश्यकता एव नास्ति. कित्वम् आवश्यकम् इति चेत् तत्र नित्वेन एव सर्वाणि कार्याणि भवितुम् अर्हति तत्र. तर्हि तत्र कित्वस्य आवश्यकता नास्ति. अपि च कित्वस्य कृते भिन्नानि कार्याणि आवश्यकानि, तानि कार्याणि नित्वस्य कृते नावश्यकानि इति चेत् तत्र सार्वधातुकप्रक्रियायां नित्वेन यत् कार्यं भवितुम् अर्हति तस्य एव आवश्यकता अस्ति. अतः कित्वस्य आवश्यकता नास्ति. कित्वं तु तत्र केवलं कित्वं तु केवलं तत्र अर्धधातुकप्रक्रियायामेव कित् प्रत्ययाः भवन्ति. सार्वधातुकप्रक्रियां कित् प्रत्ययः एव नास्ति. आद्यन्तौ टक्कितौ इति भिन्नः अस्ति खलु. तत्र तु कित्वस्य प्रयोजनम् अस्ति. तदपि एकं प्रयोजनम् अस्ति कित्वस्य, आद्यन्तौ टक्कितौ इति. तत्तु आगमस्य विषयः अस्ति. अस्तु, तर्हि तत्र सारांशः कः? सार्वधातुकप्रत्ययाः सन्ति किं नित् सन्ति सार्वधातुकप्रत्ययः नित् एव सन्ति अस्ति. तत्र लोट्लकारे तातङ्ग् इति, तत्र लोट्लकारे तात् इति आगच्छति खलु, पठतात् इति अस्ति खलु. तत्र नित् अस्ति प्रत्ययः, नित् अस्ति, साक्षात् नित् अस्ति. अस्तु, अतः किं तत्तु तिङ् प्रत्यय अतः सार्वधातुकप्रत्यय अतः इदानीं सार्वधातुकनित्प्रत्यय सत्यं सार्वधातुकनित्प्रत्ययः अस्ति नित्प्रत्ययः अस्ति यथा दातांगिति प्रत्ययः अस्तु तर्हि अत्र राहुल् महोदय अस्ति वा अत्र अन्ये के के सन्ति विलम्बेन आगतवन्तः राहुल् महोदय शेखर् महोदय अरुणा भगिनी अनन्तरं अन्य कोऽपि अस्ति वा अस्तु राहुल् महोदय पठति वा हा श्रूयते नीति च इति श्रूयते नीति च इति सूत्रं पठतु नीति च यः प्रत्यय गित् गित् एतद् वा सत्यम् अस्तु नीति च यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणवृद्धिः न भवति ग इच्च इच्च च तेषाम् इतरेतरद्वन्द्वः ङः गः ङः ङः इतः यस्य सः ङित् तस्मिन् परे ङिति द्वन्द्वगर्भबहुव्रीहिसमासः अत्र इक् स्थाने ककारः खरी च इत्यनेन चर्तसन्धिः ङिति सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ङिति च इकः गुणवृद्धि न अत्र उक्तमस्ति यत्र कुत्रापि गित् कित् अथवा ङित् अस्ति तत् यत्र पूर्वम् अङ्गे अङ्गकार्ये गुण भवति स्म गुण वा वृद्धिः भवति स्म अधुना तद् न भवति ङित् गित् कित् इत्यस्य इत्यस्य कारणेन सूत्रस्य अर्थः इग् इङ् इग् एतेषाम् इतरद्वन्द्वः अस्ति ङः इति ङः इतः यस्य सः सः ङिति इति तद् पुनः बहुव्रीहिसमासः सर्वे मिलित्वा द्वन्द्वगर्भबहुव्रीहिसमासः स्यात् अत्र खरी च इत्यनेन चर्तुसन्धि भवति अतः ग इक् स्थाने ककारस्य आदेशः भवति गीति इति सप्तम्यन्तं द्वन्द्व द्विपदमित्रं सूत्रम् इकः गुणवृद्धि इको गुणवृद्धि इति सूत्रे सूत्रात् तत् सम्पूर्णतया सम्पूर्णसूत्रम् अनुवृत्ति भवति न धातु लोप अर्धधातुके इतः न इत्यस्य अनुवृत्तिः भवति सर्वं सर्वे मिलित्वा ङिति च इकः गुणवृद्धिः न इति सम्पूर्णसूत्रम् बहु सम्यक् महोदय समीचीनम् अत्र अनुवृत्तिसहितसूत्रे पदानि सन्ति खलु तेषां विभक्तेः विवरणं वदति वा अस्तु ङिति इति सप्तम्यन्तं पदम् इकः इति षष्ठ्यन्तं वा तत्र सप्तमी इत्युक्ते अर्थः कः इत्यपि वदतु आम् सप्तमी इत्युक्ते तस्य पूर्वं कार्यं भवति इकः इत्युक्ते तत् षष्ठी तस्य स्थाने तस्मिन् स्थाने कार्यं भवति स्म किन्तु अधुना किं कार्यम् इत्युक्ते गुणवृद्धि इति प्रथमन्तं पदं वा तत् कार्यं भवति स्म किन्तु अधुना ङिति च इकः गुणवृद्धि न इत्युक्ते इकः स्थाने यत् भवितव्यम् आसीत् गुणवृद्धि तद् न भवति अधुना सत्यं सत्यं समीचीनम् इत्युक्ते ङिति इति तत्र प्रत्ययः इति अवगन्तुं शक्यते यतोहि गुणवृद्धिः गुण अथवा गुणकार्यम् अथवा वृद्धिकार्यम् अङ्गकार्यम् अस्ति अतः अत्र गुणवृद्धिः कदा भवति तत्र अङ्गे एव भवति अतः ङिति इति प्रत्ययः इति अवगन्तुं शक्नुमः प्रत्ययस्य विशेषणम् अस्ति यः प्रत्ययः कित् गित् नित् अस्ति तादृशप्रत्ययः परः अस्ति चेत् तस्मात् पूर्वम् अङ्गे इकः गुणवृद्धिः न भवति. एतत् सूत्रं कीदृशसूत्रम् अस्ति? विधिसूत्रं सम्यक् महोदय वदतु. विधिसूत्रं वदतु इतोपि. इत्युक्ते अत्र यत्किमपि भवितुं कार्यं विधीयते खलु. आं कार्यं विधीयते अथवा कार्यस्य निषेधः भवति. हा, अत्र विधिसूत्रमेव. विधिसूत्रेषु निषेधकसूत्रम् इति वक्तुं शक्यते. विधिसूत्रमेव, यतोहि तत्र तत्र कति विधसूत्राणि सन्ति? षड्विधानि. हा, तत्र षड्विधानि कानि? संज्ञा, परिभाषा, नियमः, अतिदेश, अधिकार, विधि. सम्यक् सम्यक्, समीचीनं. तर्हि एतत् सूत्रं तत्र विधिसूत्रे आगच्छति. एतत् सूत्रं विधिसूत्रं, पुनः निषेधकसूत्रं. तत्र न इति अस्ति अनुवृत्तिः. अनुवृत्ति पश्यामः चेत् निति च इकः गुणवृद्धिः न इति यदा वदामः चेत् तत्र निषेधः इति वक्तुं शक्यते. अत्र निषेधकार्यम् अस्ति. तर्हि एतत् सूत्रं स्वतन्त्रतया कार्यं कर्तुं शक्नोति वा? आं खलु. यदि तत्र सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्रं नास्ति इति चिन्तयति, तदा एतत् निति च इति कार्यं करोति वा? न, कुत्र एतत् कार्यं करणीयम् इति तदपि आवश्यकम्. हा, सत्यम्. इत्युक्ते निषेधकसूत्रं तदा एव कार्यं करोति यत्र अन्यत् सूत्रमस्ति येन किमपि कार्यं विधीयते. प्रथमतया तत्र गुणकार्यं विधीयते. सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च द्वाभ्यां सूत्राभ्यां गुणकार्यं विधीयते. तदानीं निति च इति सूत्रम् आगत्य निषेधयति. यदि तत्र सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्रमेव नास्ति तर्हि तत्र निति च इति सूत्रस्य आवश्यकता अपि नास्ति खलु. सत्यं. तर्हि किमर्थं भगिनि च इति किमर्थं इति वा? तस्य पूर्वं किमपि उक्तवान् खलु, तत्कारणमेव च इति आगच्छति. हा, स्मिति च इति सूत्रस्य पूर्वं न धातुलोपे आर्धधातुके इति सूत्रमस्ति इति भाति. पश्यामि एकक्षणं. न धातुलोप आर्धधातुके इति सूत्रमस्ति. सत्यं, तस्मिन् सूत्रे अपि गुणवृद्धिनिषेधः अस्ति. अत्र स्मिति च इत्यनेन अत्रापि गुणवृद्धिनिषेधः अस्ति इति अर्थः च इत्यनेन. महोदय किं वदति? एकक्षणं भगिनि, अत्र राहुल् मध्ये किमपि उक्तवान् खलु. न, अत्र खरि च इत्यस्मात् अनुवृत्तिः अस्ति वा? करि च न, करि च इति सूत्रम् अष्टमाध्याये अस्ति. एतत् सूत्रं तु प्रथमाध्याये अस्ति खलु, अतः अनुवृत्तिः न भवति, तथा न भवति अनुवृत्तिः. अस्मिन् अध्याये एव यानि सूत्राणि सन्ति तेभ्यः अनुवृत्तिः भवति. अतः करि च इति सूत्रम् अष्टमाध्याये अस्ति, अतः तस्मात् च इति अनुवृत्तिः भवितुं नार्हति. च इति सूत्रे एव अस्ति खलु, कृति च इति सूत्रे एव च इति पदमस्ति. अस्तु, अत्र वदतु. चत्वसन्धि इति पदम् अस्ति किल, तत् जष्ट्वसन्धि सन्धेः विपरीतकार्यं भवति किल? लैक् जष्ट्वसन्धि ककार गकार भवति, चत्वसन्धि मीन्स् गकार ककार भवति. थर्ड् लेटर्, थर्ड् वर्ण आफ् सत्यं सत्यं सत्यं. जष्ट्वम् इत्युक्ते तत्र तृतीयवर्णः आगच्छति, चर्त्वम् इत्यनेन प्रथमवर्णः आगच्छति. समीचीनं, तदेव. अस्तु अस्तु, तत्र सूत्रं स्पष्टं वा सर्वेषां कृते? क्निति च इति कार्यं किम् इति अधुना अग्रे अत्र षड्विधानि सूत्राणि सन्ति इति उक्तं. तत्र संज्ञासूत्रम् इति इत्युक्ते किम्? अत्र मीना भगिनी वदतु संज्ञासूत्रम्. उपदेशे अनुनाशिकयत् हलस्यं लशक्वतद्विदे तत्तु उदाहरणानि, तानि तु तानि उदाहरणानि सन्ति, अवगच्छामि. परन्तु संज्ञासूत्रस्य अर्थः कः? संज्ञासूत्र अर्थः नामसूत्रमेव. संज्ञा इति नाम, यत्र सूत्रं सूत्रे किं सूचयति, उदाहरणं पकारं शब्स विकरणं प्रत्यये पकारः इत् इत् इत् इति सूचयति, तस्मात् इत् इति संज्ञा इति भवति. सत्यं सत्यं. तर्हि तत्र संज्ञासूत्रम् इत्युक्ते येन नामकरणं भवति, नामकरणमेव, केवलं नामकरणं, नामधेयमेव अत्र संज्ञासूत्रम्. अस्तु, समीचीनम्. अस्तु, अत्र शङ्कर् महोदय वदतु, परिभाषासूत्रम् इत्युक्ते? परिभाषासूत्रं गिव्स् सिमिलारिटि इत्युक्ते सहायं करोति. हा, सम्यक्, सहायं करोति. कुत्र? यदा अधिकारः नास्ति अधिकारः नास्ति इति नास्ति, हा, यत्र सन्देहः अस्ति. सत्यं. इत्युक्ते विधिसूत्रेषु यत्र सन्देहः अस्ति, सूत्रं स्पष्टं नास्ति, अनुवृत्ति सर्वं वयं स्थापयामः, तथापि तत्र सूत्रं स्पष्टं नास्ति, सूत्रस्य अर्थः कः इति न ज्ञातुं शक्नुमः, तदा तत्र परिभाषासूत्रम् आगत्य सहकरोति. यथा अत्र इको गुणवृद्धि इति सूत्रं परिभाषासूत्रमस्ति. यतोत्र मिति च इति सूत्रे केवलं मिति च इति एव पदद्वयमेव अस्ति, तेन वयम् अवगन्तुं न शक्नुमः. अत्र नियमनास्ति परिभाषासूत्रं भगिनि. सत्यं सत्यं. यत्र सन्देहः अस्ति तत्र विधिसूत्रेषु नियमः नास्ति, तत्र परिभाषासूत्रम् आगत्य सहकरोति. अस्तु, विधिसूत्रम् इति तत्र मालिनी भगिनी वदतु. विधिसूत्रं यत्र कार्यं विधीयते तस्य नाम सूत्रं विधिसूत्रमस्ति. सत्यं सत्यं. यत्र किमपि कार्यं विधीयते, येन कार्यं विधीयते, एतत्र इको येन चि इति सूत्रं यन्सन्धिविधायकसूत्रं, तेन यन्सन्धिः विधीयते, अतः विधिसूत्रम्. अतिदेशसूत्रम् इति अरुणा भगिनी वदतु. अतिदेशसूत्रं अत्र अज्ञारोप कृत्वा कार्यं करोति, सूत्रेण कार्यं न करोति, परन्तु अज्ञारोपं कृत्वा कार्यं करोति. सामान्यसूत्रः स्वरदातकमपि किञ्चित् च इति अपि निद्वत् इति वक्तेन बहूनि कार्याणि कर्तुं शक्यते. सत्यं सत्यं, समीचीनम्. इत्युक्ते तत्र स्वभावस्य परिवर्तनं भवति, कस्यचित् शब्दस्वरूपस्य यत्र परिवर्तनं, स्वभावस्य परिवर्तनं भवति, तत्र अतिदेशसूत्रम् इति वदामः. तस्य उपरि अन्यत् किमपि अध्यारोपयामः, इत्युक्ते तत्र मूलस्वभावः अस्ति कस्यचित् प्रत्ययस्य अथवा शब्दस्वरूपस्य मूलस्वभावः अस्ति, तस्मिन् अन्यत् किमपि अध्यारोपयामः, सूपर् इम्पोसिशन् कुर्मः, तदेव अतिदेशसूत्रम्. अस्तु, अधिकारसूत्रं, शोभा भगिनी वदतु, अधिकारसूत्रम्. अधिकारसूत्रम् इत्युक्ते बहुषु सूत्रेषु वयं दृष्टामः, यत्र सूत्रस्य व्याख्यानम् अस्ति तत्र बहुषु अन्येन सूत्रेषु अनुवृत्तिः भवति, यथा संहितायाम् इति एकम् उदाहरणं. तेन तत्र कार्यं किं भवति इति किं वदामि तत्र अर्थपूर्तिः भवति तत्र अधिकारस्य अर्थं पूर्णतया भवति सत्यं सत्यं समीचीनम् अधिकारसूत्रम् इत्युक्ते तत्र तस्य स्वतन्त्रतया किमपि कार्यं नास्ति अधिकारसूत्रमेव अत्र आगत्य किमपि कार्यं करोति इति नास्ति परन्तु तस्मात् सूत्रात् अनुवृत्तिः भवति बहुषु सूत्रेषु तस्य अनुवृत्तिः यत्र भवति तत्र अधिकारसूत्रम् इति वदामः तत्र सूत्रे विधिसूत्रेषु आगत्य सूत्रस्य अर्थं पूरयति अधिकारसूत्रम् अतः अधिकारसूत्रम् इति वदामः सम्पूर्णतया अनुवृत्तिः भवति सूत्रस्य सम्पूर्णतया अनुवृत्तिः भवति विधिसूत्रेषु अधिकारसूत्रात् अस्तु इति षड्विधसूत्रलक्षणम् अस्ति भगिनि अपि च अत्र कित्तपि नित्वद् भवति इति उक्तं किल देर्फोर् कित्तपि नित्वद् भवति इति कुत्र उक्तं नित्वद् भवति इति नित् निमित्तीकृत्य यानि कार्याणि भवन्ति कानिचन कार्याणि कित् निमित्तीकृत्य अपि भवन्ति अतः कित् नित्वद् भवति इति नास्ति हा परन्तु अत्र लिक् धातोः एक्साम्पल् उदाहरणे लिक् प्लस् त्वा प्रत्यय दट् इस् कित् दट् विल् रिमेन् लिखित्वा नाट् लेखित्वा सो नित् कार्यं भवति किल अत्र कित् अस्ति चेदपि गुणनिषेधः अस्ति खलु ओ कित् अपि गुणनिषेधः ओ स्वभाव एव गुणनिषेधः ओके तत्र नितीच इति सूत्रे यः प्रत्ययः गित् यः प्रत्ययः कित् यः प्रत्ययः नित् इति अस्ति चेत् तस्मात् पूर्वं गुणः न भवति समीचीनम् अस्तु तर्हि अत्र करपत्रमपि समाप्तम् अन्यत् किमपि नास्ति सारदातकमपि कीदृशसूत्रमिति वयं पूर्वमेव दृष्टवन्तः अतः इदानीम् अग्रिमकरपत्रं प्रति गच्छन्तु अत्र गुणकार्यस्य अभ्यासः अस्तु अत्र सुमन् भगिनी पठतु गुणकारस्य अभ्यासः सार्वधातुकम् अपि इति सूत्रस्य व्याख्यां पठित्वा अवगत्य तस्य अर्थम् अन्यं कमपि जनं पाठयतु अग्रे अस्तु अस्तु इदानीं सार्वधातुकम् अपि सार्वधातुकं यत् पित् तद् नित्वत् भवति न यद् अपित् क्षम्यतां यद् यत् अपित् तत् नित्वत् भवति सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदम् इदं सूत्रम् अस्तु इदानीं गाङ्गुटादिभ्यो इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अस्ति सार्वधातुकम् अपित् नित् अस्तु एतत् सूत्रं वदति सार्वधातुकं प्रत्ययः अस्ति अपित् अपि अस्ति चेत् तत् प्रत्यय नित्वत् भवति सम्यक् अस्तु एतत्तु आदिदेशसूत्रकं परिचितमेव धन्यवादः भगिनि समीचीनं भगिनि किं इति च इति सूत्रेण एव अनुवृत्ति किमर्थं न भवति बहु दूरे अस्ति इति वा कुत्र अनुवृत्तिः किम् अनुवृत्तिः कस्य पदस्य सार्वधातुकम् अपेत् तत्र अनुवृत्तिः गाङ्कुटादिभ्यो निणित् इति सूत्रात् नित् इति पदस्य अनुवृत्ति भवति किं इति च ततः सूत्रं बहु दूरम् अस्ति खलु भिन्नपादे अस्ति तत् कारणं अस्तु अस्तु अस्तु अस्तु सूत्रं परिचितमेव अत्र पुनः पुनस्मरणमेव अतः अग्रे गच्छामः अत्र गीताञ्जलिभगिनी पठतु किति ङिति च इति सूत्रस्य व्याख्यां पठित्वा अवगत्य तस्य अर्थम् अन्यं कमपि जनं पाठयतु. ङिति च यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः इत्युक्ते गुणः वृद्धिः न भवति. गकार च ककार च ङकार च तेषाम् इतरेतरद्वन्द्वः कङ्ः कङ्ः इतः यस्य सः ङित् तस्मिन् परे ङित्ति. द्वन्द्व गर्भबहुव्रीहिसमासः अत्र गस्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः. ङिति सप्तम्यन्तं च अव्ययपदं द्विपदं मिदं सूत्रम्. इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं ङिति च इकः गुणवृद्धि न. अत्र ङिति च इति सूत्रस्य विवरणं दत्तम्. ङिति च इति सूत्रे गित् कित् अपि ङित् अस्ति. ते यदि अस्ति चेत् तदनन्तरम् इकः स्थाने गुणः अथवा विधि कार्यं न भवति इति वदति. ङिति इति इतरेतरद्वन्द्वः समासः अस्ति. न ङित् ङः इति इतरेतरद्वन्द्वः इतरेतरद्वन्द्वः अस्ति. तस्मिन् परे ङिति इति भवति चेत् द्वन्द्वगर्भ बहुव्रीहिसमासः भवति. ङिति इति किमर्थं बहुव्रीहिसमासः एवमेव पृच्छामि. अन्य किमपि अन्यविषयप्रधान अत्र विषय इत्युक्ते गुणः सः विषयः गुण अपि वृद्धिलोपः इति भवतु. न न न न न न न न अन्यपदार्थप्रधानः इति सम्यक्. ङिति इति अन्यपदार्थप्रधानः इति सम्यक्. बहुव्रीहिसमासः इति सम्यक्. तत्र अन्यः अन्यः पदार्थः कः? ककार विग्रहवाक्ये भवति लिखिन् परन्तु निट् इति अन्यपदः किल? न न तथा नास्ति. वदतु सुमन् वदतु. इदानीं तु ते प्रत्ययविषये सन्ति अतः इदानीं तु कित्वा गित्वा नित्वा तत्तु प्रधाने नास्ति. प्रत्यय सत्यं सत्यं प्रत्ययस्य प्राधान्यम् अस्ति इत्युक्ते प्रत्ययस्य विषये एव वयं वदन्तः स्मः न तु मिति इति. तत्र तर्हि तत्र मिति अपि च प्रत्ययः तयोः सम्बन्धः कः? विशेषणं भवति खलु? हा इत्युक्ते बहुव्रीहिसमासः सर्वदा विशेषणं भवति बहुव्रीहिसमासः सर्वदा विशेषणं भवति. तर्हि विशेष्यं किम् इति प्रश्नः उदेति. अत्र स्मिति इति बहुव्रीहिसमासः अस्ति, अतः विशेषणम् अस्ति. तर्हि विशेष्यं किम् इति चेत् प्रत्ययः एव विशेष्यम्. अस्तु अस्तु, अग्रे शेखरमहोदय पठति वा? एकनिमिषम् भगिनि, किमर्थं द्वन्द्वगर्भबहुव्रीहिसमासः इत्युक्ते क्मिति इति समासे तत्र प्रथमतया द्वन्द्वसमासः क्रियते खलु. द्वन्द्वसमासः कृत्वा तदनन्तरं बहुव्रीहिसमासः कुर्मः. तर्हि अत्र क्मिति इति पदं बहुव्रीहिसमासः अस्ति, तथापि तस्मिन् गर्भे द्वन्द्वसमासः अपि अस्ति, अतः द्वन्द्वगर्भबहुव्रीहिसमासः इति वदामः. यतोहि समासद्वयं वर्तते. पठतु महोदय. अस्तु, एतान् धातून् अधिकृत्य लट्लकारस्य प्रथमपुरुषस्य एकवचनान्तं रूपं निर्मातु. धातु कस्मिन् गणे अस्ति निश्चेतव्यं, विकरणप्रत्ययः कः इति ज्ञातव्यं, निर्माणक्रमश्च प्रत्येकस्मिन् सोपाने सूत्रं किं, सूत्राणि कानि इति वक्तव्यम्. अधुना अभ्यासः आरभ्यते इति मन्ये. शुच् धातोः करवाणि किं करोतु. अस्तु, शुच् इति धातुः कस्मिन् गणे अस्ति आदौ? भ्वादिगणे अस्ति इति मन्ये. तर्हि तत्र विकरणप्रत्ययः अस्ति शप् इति. आदौ लशक्व तद्धिते इत्यनेन षकारस्य लोपः, हलन्त्यम् इत्यनेन पकारस्य लोपः, अकारः एव अवतिष्ठते अवशिष्यते. अधुना शुच् योगः अ. तिंशित् सार्वधातुकम् इत्यनेन तत्र सार्वधातुकसंज्ञा प्राप्ता. अधुना अनन्तरं पुगन्तलघूपदस्य च इत्यनेन अङ्गस्य गुणः, इकः अङ्गस्य गुणः भवति. एवं शोच् इति भवति, शोच् योगः अ. अनन्तरं तिप्तजि इत्यनेन परस्मैपदी प्रत्ययः भवति. अन्ततो गत्वा शोचति इति रूपं सिद्ध्यति. सम्यक् सम्यक्, सर्वे अवगतवन्तः खलु शोचति इति कथं निष्पन्नमिति. शुच् धातुतः अत्र लट् लकारस्य विवक्षा अस्ति इति चिन्तयामः चेत् लट् लकारः आगच्छति. तर्हि लटः स्थाने तिप् ति इति प्रत्ययः, शुच् योगः ति. अधुना मध्ये विकरणप्रत्यय शप् इति प्रत्ययः आगच्छति. शुच् योगः शप् योगः ति. शप् इति प्रत्यये तत्र शकारस्य इत्संज्ञा, लशक्व तदिते इत्यनेन पकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन तर्हि अ इति अवशिष्यते. शुच् योगः अयोगः ति. अ इति प्रत्ययः कीदृशः इति चेत् सार्वधातुकप्रत्ययः अस्ति. तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः. सार्वधातुकप्रत्ययः अस्ति चेत् वयं जानीमः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः भवति. किमर्थं चेत् सार्वधातुकप्रत्ययः एव निमित्तमस्ति. यत्र सार्वधातुकप्रत्ययः अस्ति तत्र तस्मात् पूर्वम् अङ्गे गुणकार्यं भवितुमर्हति पुगन्तलघुपदस्य च इत्यनेन. अतः अत्र अन्यत् किमपि नास्ति. अत्र शप् इति प्रत्ययः पित् अपि अस्ति, अतः तत्र अपित्वं किमपि नास्ति. अतः गुणकार्यस्य बाधा अपि नास्ति. सार्वधातुकम् अपित् इत्यस्य प्रसक्तिः नास्ति. अतः गुणकार्यं भवति. शोच् इति भवति उकारस्य गुणः, ओकारः. शोच् योगः अ. शोच इति अङ्गम्, शोचयोगः ति, शोचति इति रूपम्. अस्तु, अत्र भगिनि अत्र एकः संशयः. शुच् इति एक्सैज् गिवन् बट् इफ् यु सी द शृङ्गेरी धातु मञ्जरी देर् इट् इस् रिटन् शुच. भवतु तत्र इट्स् तत्र शुच् तत्र तत्र इत्स अत्र तु न एकक्षणं शृणोतु भगिनि. अत्र तु इत्संज्ञकवर्णानां लोपानन्तरं दत्तमस्ति. लौकिकधातुः एव दत्तः अस्ति. ओके, लौकिकधातुः दत्तः अस्ति. ओके, परन्तु अत्र अत्र पुस्तके अथवा नो चेत् अन्यत्र पश्यति चेत् तत्र औपदेशिकधातुः अस्ति. तत्र इत्संज्ञकवर्णानां लोपं करोतु. That's what I thought. It is upadesha anunasika if that comes there. So that Chandrabindu is not there in that. But still, the sucha becomes such because of the drop of this akara at the end of cha. Satyam. Thank you. I have written like that. I thought I read that and write that. No. Satyam. Ekakshanam. एकक्षणम् अत्र सर्वत्र लौकिकधातुः एव दत्तः न तु औपदेशिकधातुः शुचि इति धातुः अन्यत्र अस्ति वा इति अग्रे प्रश्नः अत्र प्रथमतया सर्वे जानन्ति वा कथं द्रष्टव्यं कुत्र द्रष्टव्यं धातुः कस्मिन् गणे अस्ति इति जानन्ति वा यस्य कस्यापि प्रश्नः अस्ति वा कथं द्रष्टव्यं कुत्र अत्र प्रक्रिया अनुसारी पाणिनीयधातुपाठः इति पुस्तकम् अस्ति वा सर्वेषां कृते सर्वेषां पार्श्वे पुस्तकम् अस्ति वा किं पुस्तकं भगिनि प्रक्रियानुसारी पाणिनीयधातुपाठः पुष्पादीक्षितविरचितपुस्तकम् इति अस्ति चेत् सौलभ्यं भवति नो चेत् आन्लैन् मध्ये अपि द्रष्टुं शक्नुवन्ति परन्तु पुस्तकं प्रथमतया पुस्तकात् पश्यन्ति किम् पाणिनीयधातुपाठः हा प्रक्रियानुसारी पाणिनीयधातुपाठः प्रक्रियानुसारी न प्रक्रियानुसारी अपि अस्ति न स्माल् बुक् नास्ति प्रक्रियानुसारी अपि अस्ति पुस्तके भवती प्रायः भिन्नपुस्तकस्य विषये वदन्ती अस्ति हा मम ई पत्रे तत्र सङ्केतः अपि अस्ति कृपया क्रीणन्तु तस्मिन् पुस्तके अन्ते पश्यति चेत् इण्डेक्स् अपि अस्ति धात्वानुक्रमणिका इति तत्र पश्यति चेत् तत्र शुच् इति धातुम् अन्वेष्टुं शक्नोति तत्र धातोः अनन्तरं दिवादिभ्यः गणे अपि आगच्छति हा शुच् इति धातुः तत्र पुस्तके पश्यति चेत् अत्र पृष्ठसङ्ख्या वदामि वन् सिक्स्टि भगिनि 160 सत्यं पुस्तके हा 160 इति अस्ति शुच् इति धातुः अस्ति 160 इति पश्यति चेत् 160 इति पृष्ठसङ्ख्या नास्ति 160 इति धातुः सङ्ख्या सङ्ख्या अस्ति अत्र पुस्तके पश्यति चेत् पृष्ठसङ्ख्या भवति 31 पृष्ठे हा पेज् 31 तत्र पश्यति चेत् शुच् इति धातुः भुवादिगणे अस्ति शुच् अत्र पश्यति चेत् तत्र 160 इति तत्र क्रमाङ्कः इत्यत्र तत्र सङ्ख्या अस्ति धातोः सङ्ख्या तदनन्तरं शुच् इति धातुः अस्ति शोके इति दत्तमस्ति अर्थः धातोः अर्थः तदनन्तरं शुच् शोककर्ण इति अस्ति हिन्दी मे हिन्दीभाषायाम् अस्ति अनन्तरं शोच इति अङ्गं शोचति इति लट्लकाररूपम् इति वयम् अन्वेष्टुं शक्नुमः अस्तु अधुना शुच् धातुः दिवादिगणे अपि अस्ति अत्र रमाबै भगिनी वदतु दिवादिगणे अस्ति चेत् किं चिन्तनम् एकनिमिषं तत्र अल्फाबेटिकल् लिस्ट् अपि दत्तं वा भगिनि अस्तु प्लीज् रिपीट् भगिनि 160 पेज् नम्बर् पेज् नम्बर् नास्ति धातुसङ्ख्या अत्र पेज् 31 पश्यतु पेज् 31 पश्यति चेत् तत्र फस्ट् कालम् मध्ये प्रथमस्तम्भे तत्र 160 इति दत्तमस्ति खलु क्रमाङ्कः तद् धातुसङ्ख्या अस्ति भगिनि प्रत्ययानां कृते किं पुस्तकम् अस्ति वा प्रत्ययानां कृते तत्र प्रत्ययानां कृते तत्र अस्मिन्नेव पुस्तके प्रत्ययानां विषये अपि किञ्चित् दत्तम् इति भाति न अत्र नास्ति प्रायः नास्ति अत्र इत्युक्ते प्रत्ययानां विषये अत्र सार्वदातुककृत् प्रत्ययः इत्यस्मिन् विषये दत्तमस्ति अस्मिन् पुस्तके अग्रे अन्ततो गत्वा पश्यति चेत् सार्वदातुककृत् प्रत्ययः दत्तमस्ति परन्तु तत्र सर्वेषां प्रत्ययानां विषये ज्ञातुमिच्छति वा यदि अहं किमपि प्रत्ययस्य विषये ज्ञातुम् इच्छामि चेत् यथा धातोः पुस्तकमस्ति तथा किमपि सोर्स् अस्ति वा तत्र यदि कृत् प्रत्ययानां विषये ज्ञातुमिच्छति चेत् तत्र कृदन्तनन्दिनी इति पुस्तकमस्ति कृदन्तरूपनन्दिनी इति पुस्तकमस्ति तत्र सर्वेषां कृत् प्रत्ययानां विषये ज्ञातुं शक्नोति प्रायः तत्र कृत् प्रत्ययानां विषये एव भ्रमः भवितुम् अर्हति जनार्दन हेग्डे महोदयस्य पुस्तकम् अस्ति इति मन्ये संस्कृतभारत्याः पब्लिकेशन् पुस्तकस्य नाम किम् तदेव कृदन्तरूपनन्दिनी एव तदेव तद् कृदन्तरूपनन्दिनी इति जनार्दन हेग्डे महोदयस्य पुस्तकमेव अस्तु तर्हि अत्र शुच् इति धातुः दिवादिगणे अपि अस्ति अत्र वदतु शुच् अहं वदामि वा भगिनि रमाबाई भगिनी वदतु मूलरूपम् अस्ति ईशुशीर् इति उपदेशसूत्रेण इर इत्संज्ञावाच्य इति वाचितमपि अस्ति तत् अनुसृत्य इर ईर् इति इत्संज्ञा भवति तस्य लोप इति सूत्रेण इर् इति लोपः भवति अतः शुच् एव तिष्ठति शुच् इति द्वादिगणे लटीरूपं द्वादिगणे वक्तव्यं चेत् टी प्रत्ययः अपि अस्ति के प्रत्ययः अपि अस्ति टिप् अस्ति शुच् योगः टिप् हलन्त्यम् इति सूत्रेण पकारस्य संज्ञा भवति तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति अतः टी इति शुच् योगः द्वादिगणे विकरणप्रत्ययः अस्ति ष्यन् अस्ति शुच् योगः ष्यन् योगः ति अथवा ते भवति षन् विकरणप्रत्ययं स्वीकुर्मः चेत् लषक्वत् अतिते इति सूत्रेण षकारस्य संज्ञा भवति अनन्त्यम् इति सूत्रेण नकारस्य संज्ञा भवति तस्य लोपः इति सूत्रेण षकारनकारयोः लोपः भवति अनन्तरं य एव अवशिष्यति अत्र अनन्तरं शुच् योगः ययोगः ति अथवा ति भवति अत्र षित् अस्ति षित् अस्ति सार्वधातुकसञ्ज्ञकः अस्ति अतः सार्वधातुकसञ्ज्ञकः अस्ति चेत् शुच् इति धातुः उपधायां ह्रस्ववर्णः अस्ति उपधायां ह्रस्वस्वरः अस्ति अतः सार्वधातुक प्रत्ययः अस्ति अतः गुणः भवितुम् अर्हति परन्तु अत्र सार्वधातुकम् अपित् अस्ति तेन कारणेन अपित् नित्वकार्यं करोति अतः गुणकार्यं न भवति शुच् योगः ययोगः ति शुच्यति अथवा शुच् केन सूत्रेण गुणकार्यं न भवति गुणकार्यं पुगन्तलघुपदस्य च इति सूत्रेण भवितुम् अर्हति, परन्तु अतः अपित् अस्ति इति कारणात् सार्वधातुकम् अपित् इति सूत्रेण गुणकार्यं न भवति. न न न न न तथा नास्ति. सार्वधातुकम् अपित् इत्यनेन प्रत्ययः निद्वद् भवति तावदेव. तदनन्तरम् इदानीं नित् इव अस्ति, अतः तदनन्तरं तत् हा निति सूत्रेण गुणकार्यं न भवति, न भवति. अतः शुच् योगयोः शुच्यति, अथवा शुच् योगयोः शुच्यते. आत्मनेपदी परस्मैपदी द्वयोः एतत् धातुः हा समानं पूथीभावे इति दत्तमस्ति. समानम् अर्थः समानः एव. अत्र सम्यक् समीचीनं भगिनि. अत्र शुच्योगः श्यन्योगः ति अथवा ते, श्यन् इति प्रत्ययः अपित् अस्ति, तत्र य इति अवशिष्यते. तर्हि अपित् अस्ति प्रत्ययः, यतोहि तत्र पित्वं नास्ति, पकारस्य संज्ञा नास्ति तत्र, अतः अपित् अस्ति. सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति. नित्वत् अस्ति इति कृत्वा तत्र क्निति च इति सूत्रस्य प्रसक्तिः, अतः गुणस्य निषेधः भवति. यद्यपि पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः आसीत्, यतोहि श्यन् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति षित् इति कृत्वा, अधुना अत्र अपित् अस्ति, अतः क्निति च इत्यनेन गुणनिषेधः भवति, अतः शुच्यति शुच्यते इति रूपम् इति रूपद्वयम् अस्तु. अग्रे उमा भगिनी करोतु. प्रयत्नं करोमि. नेक्स्ट् धातु स्पृश्, बृहत् धातुमञ्जरी पुस्तके अस्ति च, दिस् इस् तुदादिगण परस्मैपदी. सो दिस् इस् तुदादिगणे श इति विकरणप्रत्यय. सो शक्वतन्दिते सूत्रेण इष् इति भवति, तदनन्तरं तस्य लोपः इति चेत् शकारः लोपः अस्ति, तदनन्तरम् आ मात्रमे अवशिष्यति. अत्र स्पृ इष् इस् ओन्लि I have written as it is not upadha. Spri is there. Sprish. No. Sprish iti dhatuhu. Yes, I understand. Ish vandhi, it is not dropped. Even though it is halantyam. It is not dropped. Halantyam iti se prasaktihi asti vatra. I say it is not there. Ha, halantyam iti se prasaktihi nasti, satyam, vadatu. Prasaktihi nasti, it is there. So, sprish plus a sprishati. Ha, vadatu anyat vadatu tatra, gunakaryam bhavati tatra sarvam vadatu. अत्र गुणकार्यं न भवति, बिकास् इट् इस् ओन्लि कस्य सूत्रस्य प्रसक्तिः, कस्य सूत्रस्य प्रसक्तिः गुणकार्यार्थम्? इट् इस् सार्वधातुकयोः न इक्वर्णः कुत्र अस्ति? इक्वर्णः कुत्र अस्ति? इक्वर्णः अस्ति स्पृ ऋकारः अस्ति, बट् इट् इस् ए काम्पौण्ड् लेटर् नो. ऐ हियर् ऐ हाव् ए डौट् वेदर् ऐ एम् रैट् आर् नाट्, ऐ एम् नाट् वेरि क्लियर् अबौट् इट्. बट् स्टिल् ऐ ट्रै. अत्र उपदायां कः वर्णः अस्ति? उपदा इत्युक्ते अत्र कः वर्णः? उपदायां स्पृ इस् देर्. न उपदायां कः वर्णः अस्ति? ऋ वर्णः अस्ति. ऋकारः इक् वर्णः अस्ति वा? ऋकारः इक् वर्णः, लघु इक् वर्णः खलु? हा लघु इकवर्णः अस्ति अतः हा पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. हा अग्रे वदतु. पुगन्तलघुपदस्य बट् बिकास् देर् इस् नो पकार इन् दि प्रत्यय इट् इस् लशक्वतन्दिदे सूत्रेण सारि किङ्ति च सूत्रस्य समान अपि तस्मात् गुणकार्यं न सम्भवति. अपित् सम्पूर्णतया वक्तव्यम् अत्र प्रत्ययः अपित् अस्ति अतः सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति नित् अस्ति इति कृत्वा तत्र क्निति च इत्यनेन गुणनिषेधः सर्वं वक्तव्यम् अस्तु. हा तर्हि रूपं किं स्पृशति रूपः भवति. सत्यं स्पृशति इति रूपम् अस्ति अत्र गुणकार्यं न भवति यतोहि श प्रत्ययः अपित् अस्ति निद्वत् अस्ति अतः गुणनिषेधः तुदादिगणे अस्ति. अस्तु अग्रे अत्र वसन्ति भगिनी वदतु. स्पर्शति इति भवति भगिनि स्पर्शति इति स्पृशति इति रूपं खलु स्पृशति इति रूपं परन्तु स्पर्शति इति अपि अस्ति स्पर्शयति निच्छरूपः वा. हा स्पृश्य इति धातुः तत्र स्पर्शी इति नूतनधातुः स्पर्शयति इति निजन्तधातुः अस्ति निजन्तरूपं स्पर्शयति. अस्तु जी धातु जी धातु लट्लकाररूप तिप् सो हलन्त्यम् इति सूत्रेण पकारकलोपः कस्मिन् गणे अस्ति कस्मिन् गणे प्रथमगणे वादि व्याधिगणे सत्यं सो वादिगणे विकरणप्रत्यये शप् सो जीप् योगः शप् योगः ति शप् शप् प्रत्य हलन्त्यम् इति सूत्रेण पकारः लोपः लशक्वतदिते इति सूत्रेण षकारः लोपः सो आ अवशिष्यते आ इति सार्वधातुकसंज्ञा अस्ति इति कारणात् गुणकार्यम् इगन्तधातोः इगन्तधातोः तस्य गुणकार्यं भवति सो केन सूत्रेण सार्वधातुक आर्धधातुकयोः सूत्रेण गुणकार्यं भवति सो जी बिकम्स् जे जे प्लस् अ प्लस् तिप् एच् अयवायाव सूत्रेण जे बिकम्स् जय सो जयति इति पूर्ण जयति इति प्रसिद्धमेव रूपमस्ति जयति तत्र जीयोगः शप् योगः इति इकारस्य गुणः सारदातुकार्धातुकयोः इत्यनेन शप् इति प्रत्ययः पित् अस्ति अतः तत्र निषेधः किमपि नास्ति अतः गुणकार्यं भवति सारदातुकार्धातुकयोः इत्यनेन एक इकारस्य एकारः जेयोगः अयोगः इति एचोय वायवः इत्यनेन अयादेशः जयति इति रूपम् अस्तु समीचीनम् अग्रे विनय महोदय वदति वा. धातुः शप् अस्ति गण तुदादिगण विकरणप्रत्यय श अस्ति गुण नास्ति यतः अपित् धातुः अस्ति अपित् धातुः अपित् नास्ति प्रत्ययः अपित् अस्ति क्षम्यतां श अपित् अस्ति अपित् कारणेन इन्त्वत् इन्त्वत् कारणेन गाङ् सूत्रेण गणे अस्ति इति उक्तवान् तुदादिगणे अस्ति इति उक्तवान् खलु तुदादिगणे हा हा वदतु वदतु परन्तु गुण न भवति वृद्धिः न भवति यतः किञ्चित् इन्त् एकगुणवृद्धिः न सूत्र आधारेण गुण वा वृद्धिः न भवति. अतः तुदादिगण अवशिष्यते. अतः क्षिप प हलन्त क्षिप योग अन्ततः लट् लकार विवक्षः ति आगच्छति. अतः तुदादि गण क्षिपधातु क्षिपति भवति. परन्तु क्षिपधातुः दरूपं क्षिपति. परन्तु क्षिपधातु दिवादि चुरादि अपि भवति. अन्यः वदति अधुना. धन्यवादः महोदय. अत्र गीता भगिनी वदतु, अत्र दिवादिगणे अस्ति चेत् किं भवति? एकः संशयः, छिप् धातु पुगन्त ऐ मीन् इट् इस् पुगन्तलघुपदस्य ई इस् देर् नो आफ्टर् दि इट् इस् सत्यं सत्यम् उपदायाम् इकारः अस्ति. Yes, yes. So that takes guna. It's supposed to take guna, but it's prevented by sha apit pratyaha. Apit. Thank Achu. You. Geeta Bhagini vadatu. Mangini divadi gane. Divadi vikara pratyaha kaha? शन् शन् अस्ति विकरणप्रत्ययः. शन् इत्युक्ते तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण षित् भवति. षिप् अस्ति उपदां लघु ह्रस्वम् अस्ति. गुणकार्यं भवितुम् अर्हति. तिंशित् सावधातुकम् इति सूत्रात् गुणकार्यं भवति. क्षिप् भवति क्षेप. न, परन्तु दिवादिगणे प्रत्ययः कः? पित् अस्ति वा इति द्रष्टव्यं खलु. सार्वधातुकम् अपित् इति इत्यनेन सूत्रेण गुणकार्यं न भवेत् न भवति. केन सूत्रेण न भवति? निति च. सत्यं, निति च इति सूत्रेण निषेधः. अतः रूपं भवति क्षिप् क्षिप् योगः य योगः ति. क्षिप्यते क्षिप्यति क्षिप्यति इति क्षिप्यति क्षिप्यति इति भवति. सत्यं सत्यं, क्षिप्यति इति भवति. अस्तु, समीचीनं, सम्यक्. लता भगिनी वदतु अत्र. भगिनी चुरादिगणे अस्ति चेत्? तत्र जी धातुः चुरादिगणे अपि अस्ति. ओ, क्षम्यतां भगिनी. अस्तु अस्तु. अत्र क्षिप् धातुः चुरादिगणे वदतु. क्षिप् धातुः चुरादिगणे विक्रणप्रत्यय अय इति. क्षिप्धातुः कुत्र अस्ति चुरादिगणे? न पश्यामि. चुरादिगणे नास्ति खलु? नास्ति, नास्ति. जी धातुः एव चुरादिगणे अस्ति. अस्तु, जी धातुः वदतु भवती. जी धातुः ओवर् चुरादिगणे अपि अस्ति, तस्य रूपं वदतु. धातु चुरादिगणस्य विकरणप्रत्ययः अस्ति अय. अतः जि योगः अय प्लस् टि तिङ् प्रत्ययः टि अय इति विकरणप्रत्ययः अस्ति देफोर् जि प्लस् अय अय विकरणप्रत्ययः सार्वधातुकः नास्ति किल देर् इस् नो भगिनी भगिनी अत्र जी दातुं त्यजामः अत्र अत्र किञ्चित् जाटिल्यमस्ति अधुना वक्तुं न इच्छामि अतः त्यजतु जी दातुः त्यजतु अग्रे करोतु वृत् इति करोतु वृत् वदामि भगिनि वृत् दातु प्रथमगण वादिगणे वादिगणे अस्ति वादिगणे विकरणप्रत्ययः अस्ति शक् इति अतः वृत् योगः शप् योगः ति इति भवति शप् इति षित् प्रत्ययः अस्ति अतः सार्वधातुकप्रत्ययः अस्ति सार्वधातुकप्रत्यये परे अस्ति चेत् गुणः भवति देफोर् वृत् वर्त् रुकारः अस्ति अत्र देफो अर् इति भवति शप् शप् प्रत्यये पित् अपि अस्ति देफो गुणस्य निषेधः न भवति गुणं कार्यं भवति देफो वृत् भवति वर्त् वर्त् प्लस् शप् शकारलोप पकारलोप अनन्तर अ एव तिष्ठति देफोर् वर्त् प्लस् अ ति वर्त् इति आत्मनेपदी धातुः देफोर् ते इति तिङ् प्रत्ययः सो वर्त् प्लस् वर्त् योगः अ योगः ते बिकम् वर्त् ते सम्यक् सम्यक् सम्यक् अस्तु अस्तु अत्र शोभा भगिनी भवती वदतु अत्र दिवादिगणे अस्ति चेत् वृत् धातु वृत् धातु भ्वादिगणे एव अस्ति किल भगिनि हा दिवादिगणे अपि अस्ति दिवादिगणे ओ अस्तु अहं न दृष्टवती किन्तु चुरादिगणे जी इत्यस्य कृतवती यदि करोमि वदामि वा अत्र अत्र वैशिष्ट्यं वर्तते वैशिष्ट्यं वर्तते भगिनि अतः त्यजतु तत्र णिच् भवति अनन्तरं नूतनधातुः भवति इति कृतवती पूर्वं वयं कृतवन्तः तेन सहायेन अधुना मास्तु वा अधुना मास्तु अत्र पुगागमः सर्वं तत्रैव वैशिष्ट्यं वर्तते अतः त्यजतु अत्र यदि तत्र केवलं वृद्धिः वृद्धिः भवति इति उक्तवती वृद्धिः भवति खलु तत्र आम् जयि इति भवति जयि इति भवति जयि इति भवति अनन्तरं तत्तु नूतन निजन्तधातुः तत्र पुक् आगमः न कृतवती किन्तु लटि विवक्ष अस्ति चेत् जायि ओ जयि अस्ति वा जायि इति कृतवती अहं सन्देहः आसीत् भगिनी अतः तत्र विशिष्टानि सूत्राणि सन्ति भगिनि अत्र अस्तु अद्य अस्माकं वर्गे तस्य चिन्तनं नास्ति यतोहि निज् विषयः नास्ति खलु अतः तत्र त्यजतु इति उक्तवती त्यजतु इति चिरादि तत्र अनन्तरं प्रश्नः अस्ति चेत् ईमेल् द्वारा पृच्छतु अहं वदामि अस्तु तत्र वृद्धातोः द्विवादिगणे वा द्विवादिगणे अपि अस्ति द्विवादिगणे अस्ति अस्ति चेत् ष्यन् प्रत्ययः वृत् योगः ष्यन् अधुना ष्यन् इत्यस्य शकारस्य लोपः लशकोतदिते इत्यनेन नकारस्य लोपः लशकोतदिते इत्यनेन संज्ञा नकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा त तस्य लोपः इत्यनेन शकारस्य नकारस्य लोपः भूत्वा या एव तिष्ठति. अधुना वृत् योगः या योगः ति अस्ति चेत् वृत्यति ते ते वृत्यते आत्मनेपदी भवति तत्र. अस्तु अस्तु. वृत् योगः या योगः ते वृत्यते इति तत्र वदतु. तत्र कथं वृत्यते इति आगतमिति वदतु. हा तत्र तत्र वृत्यते इति वर्णमेलनेन एव भवति. हा तत्तु समीचीनं, परन्तु गुणनिषेधः प्रत्ययः कीदृशः अपि सर्वं वक्तव्यं खलु. ओ उक्तवती वा? अत्र शन् प्रत्ययः अस्ति, तत्र षित् शकारः अस्ति इति कृत्वा तस्य षित् भवति. षित् षित् एव नास्ति, अपित् अपि अस्ति. अपित् अस्ति चेत् तत्र सार्वधातुकं, यतोहि शकारः सार्वधातुकं प्रत्ययः अस्ति इति कृत्वा सार्वधातुकम् अपित् इति सूत्रं तत्र आगच्छति. अनन्तरं णिति च इत्यनेन गुणस्य गुण अथवा वृद्धि इत्यस्य निषेधः भवति. तदर्थं तत्र किमपि गुणकार्यं न भवति. सत्यम्. अतः वृत्यते इति रूपं, वृत्यते इति एव अन्तिमरूपम्. अस्तु समीचीनम्. अत्र स्थगयामः. कोऽपि प्रश्नः वा? सर्वे कृपया गृहपाठरूपेण अन्यानि उदाहरणानि कुर्वन्तु. अस्तु अस्तु, तर्हि धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः. नमस्कारः. नमस्कारः. एकक्षणम्. हा धन्यवादः भगिनी. एकक्षणं रेकार्डिङ्ग्.